उद्देशविधेयभावः इति प्रसङ्गे उद्देशविधेयभावः विशेषणविशेष्यभावः अनयोः भेदः कः इति चर्चितमासीत्। तत्र च अस्माभिः परिशीलितं यत् विशेषणविशेष्यभावस्थले एकस्मात् समूहात् एकस्य विशिष्टपदार्थस्य पृथक्करणम् इति वार्ता आसीत्। तत्र एकः पदार्थः विशिष्टपदार्थः विशेषणेन पृथक्क्रियते अथवा विशिष्यते इति कृत्वा तत्र विशेषणविशेष्यभावः। उद्देश्यविधेयभावस्थले तु समूहः तस्मात् एकस्य चयनमिति वार्ता नास्ति, अपि तु एकं पुरतः विद्यमानं पदार्थम् उद्दिश्य तस्मिन् कश्चन गुणः विधीयते इति उद्देश्यविधेयभावः। यद्यपि उभयत्र नाम विशेषणविशेषभावः अपि च उद्देश्यविधेयभावः उभयत्र सामानाधिकरण्यमस्ति इति तु सत्यं, किन्तु कश्चन सूक्ष्मभेदः वर्तते एव इति मुख्यभेदः अनयोः मध्ये। तस्मिन्नेव प्रसङ्गे इतोपि एकः भेदः परिशीलितः। भेदः अयं यत् विशेषणविशेष्यभावः यत्र अस्ति तत्र कर्मधारयसमासः भवति। तत्पुरुषः समानाधिकरणः कर्मधारय इति सूत्रेण तत्र कर्मधारयसमासः भवति सामानाधिकरण्यस्य आधारेण विशेषणविशेष्यभावस्थले अनेन सूत्रेण तत्पुरुषः समानाधिकरणः कर्मधारयः इति अनेन। तर्हि तत्र प्रश्नः आगतः आसीत्, अस्तु सामानाधिकरण्यं तु उभयत्र अस्ति विशेषणविशेष्यभावस्थले अपि च उद्देश्यविधेयभावस्थले। सामानाधिकरण्यम् इत्युक्ते एकार्थबोधकत्वम् अपि च समानविभक्तिकत्वम् इति। समानविभक्तिकत्वम् इत्युक्ते एका एव विभक्तिः उभयोः पदयोः, यथा सुन्दरः बालकः अथवा बालकः सुन्दरः, अयं बालकः सुन्दरः इति उद्देश्यविधेयभावस्थले अपि समानविभक्तिकत्वम्। अन्यच्च एकार्थबोधकत्वमपि अस्ति। एकार्थबोधकत्वम् इत्युक्ते एकमेव पदार्थम् अथवा एकमेव विषयं बोधयति इति। सुन्दरः इत्युक्ते अपि बालकः, बालकः इत्युक्ते अपि सुन्दरः, बालकत्वं सुन्दरत्वम् इति उभे अपि बालके एव स्तः इति एकार्थबोधकत्वं सुन्दरः बालकः इति वदनेन। तादृश एकार्थबोधकत्वम् उद्देश्यविधेयभावस्थले अपि अस्ति खलु, अयं बालकः सुन्दरः इत्यत्रापि तादृश एकार्थबोधकत्वम् अस्ति। तर्हि किमर्थम् उद्देश्यविधेयभावस्थले अपि तत्पुरुषसमानाधिकरणः कर्मधारयः इत्यनेन कर्मधारयसमासः न स्यात् इति प्रश्नः आगतः। तत्र उत्तरत्वेन गतवर्गे अन्ते दृष्टमासीत् यत् तत्र इतोपि एकं सूत्रमस्ति, विशेषणं विशेष्येण बहुलम् इति। तेन सूत्रेण प्रथमं तत्पुरुषसमासः विधीयते। तत्पुरुषसमासः कुत्र विधीयते इत्युक्ते यत्र विशेषणविशेष्यभावः अस्ति तत्रैव तत्पुरुषसमासः विधीयते। यदा तत्पुरुषसमासः एकवारं विधीयते तदा एव इदं सूत्रं कार्यं करोति, तत्पुरुषसमानाधिकरणः कर्मधारयः इति। किन्तु उद्देश्यविधेयभावस्थले विशेषणविशेष्यभावः नास्ति, तत्र विशेषणविशेष्यभावस्य अभावः अस्ति इति कृत्वा इदं सूत्रं विशेषणं विशेष्येण बहुलम् इति सूत्रं कार्यं न करोति इति कृत्वा तत्र समासः एव न भवति उद्देश्यविधेयभाव आपन्नयोः पदयोः। समासः न भवति चेत् कर्मधारयः अपि न भवति इति सारांशः आसीत् गतवर्गस्य। तर्हि अस्मिन् वर्गे इतोपि गभीरतया परिशीलयिष्यामः कर्मधारयसमासस्य प्रक्रिया कीदृशी अस्ति इति। तस्मात् प्राक् प्रश्नद्वयम् आगतमासीत् अस्माकं गतवर्गे। एकः प्रश्नः तु तत्पुरुषसमासस्य उत्तरपदप्राधान्यम् इति उच्यते खलु इति। तर्हि कर्मधारयस्थले सुन्दरबालकः इत्यत्र कथं वक्तुं शक्यते उत्तरपदप्राधान्यम् अथवा पूर्वपदप्राधान्यम् इति? जयन्ती भगिनी प्रायः उदाहरणमपि दत्तवती, नरः व्याघ्रः इव इति। तत्र नरव्याघ्रः इति वदामश्चेत् नरस्य विषये वदामः, तत्र उत्तरपदप्राधान्यं नास्ति खलु, तर्हि तादृशकर्मधारयसमासः कथं तत्पुरुषे अन्तर्गतः भवति इति एकः प्रश्नः आसीत्, तस्य विषये इतोपि परिशीलनं भवति अद्य. अपि च सुनीलमहोदयस्य प्रश्नः आसीत् खलु महोदय, नीलाकाशः इत्यस्य विषये, तत्र महोदयेन स्पष्टीकृतमासीत् यत् नीलाकाशः इति यद्यपि काव्ये साहित्ये वा लभ्यते तादृशप्रयोगः, तथापि व्याकरणदृष्ट्या तादृशप्रयोगः न सम्भवति एव इति. यतोहि आकाशः इति स्वभावेन नीलः एव, तर्हि मया किमुक्तम् आसीत् इत्युक्ते उपाधिभेदेन आकाशः भिद्यते इति कृत्वा एकत्र कृष्णः आकाशः, श्यामः आकाशः, परत्र नीलः आकाशः इति कृत्वा, तर्हि आकाशस्य पृथक्करणं भवति नीलवर्णेन इति मया उक्तं, किन्तु तथा नास्ति. आकाशः इति यः पदार्थः अस्ति सः तु स्वभावेन स्वभावतया एव नीलः. वृष्ट्या अथवा मेघः अस्ति तत्र श्यामवर्णः इति भासते, किन्तु तु आकाशस्य वर्णः नास्ति. आकाशः एकः एव, अपि च तस्य वर्णः अथवा स्वभावः नीलवर्णः इति एकः विषयः. अपि च अस्य अंशस्य इतोपि किञ्चित् प्रतिपादनार्थं महोदयेन एकम् उदाहरणं दत्तं, कृष्णः काकः अथवा काकः कृष्णः इति. तर्हि काकानां बृहत् समुदायः तु वर्तते एव, बहवः काकाः सन्ति जगति, किन्तु तेषां सर्वेषां वर्णः कृष्णः खलु. तर्हि कृष्णः काकः इति अस्य वदनेन तस्मात् बृहत् समूहात् एकः काकः विशिष्टः भवति इति वार्ता नास्ति, अतः एव तत्रापि विशेषणविशेष्यभावः न सम्भवति. काकानां वर्णः, सर्वेषां काकानां वर्णः तु कृष्णः एव, तर्हि कृष्णकाकः इति न सम्भवति विशेषणविशेष्यभावरूपेण, अतः कृष्णकाकः इति कर्मधारयसमासः अपि व्याकरणरीत्या न समर्थयितुं शक्नुमः. तद्वत् नीलाकाशः अपि इति, आकाशः एकः एव, स्वभावतया तस्य वर्णः नीलवर्णः इति, अतः तत्रापि विशेषणविशेष्यभावः न सम्भवति. यद्यपि तादृशप्रयोगः साहित्ये दृश्यते, तथापि व्याकरणरीत्या किमपि न वक्तुं शक्नुमः इति आसीत्. परन्तु उद्देशविधेयभावः तु आनन्देन क्रियते यत्र कुत्रापि, अयं काकः कृष्णः इति वक्तुं शक्यते, तत्र न कोऽपि व्याकरणस्य बाधा. तद्वदेव आकाशः नीलः इत्यपि साधु इति. इत्युक्ते भगिनी, यत्र जातेः वर्णम् अस्ति तत्र जातेः धर्मः कदापि विशेषणं न भवितुम् अर्हति इति खलु प्रायः. उदाहरणं दीयतां भगिनि. अत्र काकः, कृष्णः काकः इति इत्यनेन काकः तु यथा भवत्या उक्तं, काकः तु सर्वदा कृष्णः एव, सर्वाः काकाः कृष्णाः एव. तर्हि काकस्य जातेः वर्ण किं, काकस्य वर्णः कृष्णः एव इति कृत्वा जातेः धर्मः तत्र विशेषणं न भवितुम् अर्हति इति. तर्हि भवत्याः मनसि धर्मः इत्युक्ते किम् अस्ति, काकत्वम् इति धर्मः इति अहं चिन्तयामि, भवती किं वक्तुम् इच्छति? अत्र तस्य किम्, ओ अस्तु, इदानीं अवगच्छामि. कृष्णः इति गुणः किल, काकस्य गुणः, गुणः प्रायः भवती किं वक्तुम् इच्छति चेत् विशिष्टलक्षणं, यथा गन्धवती पृथिवी, तद्वद् लक्षणमस्ति सर्वेषां काकानां कृष्णवर्णः इति भवती वक्तुमिच्छति वा? आम् आम् आम् भगिनि, विशिष्टलक्षणमिति न, परन्तु सामान्यलक्षणमेव खलु कृष्णत्वम् इति. परन्तु तस्य कृष्णत्वस्य आधारेण एकः काकः विद्यते वा अपरस्मात् इति द्रष्टव्यः. तथा नास्ति चेत् तर्हि प्रायः तत्र विशेषणविशेषभावः अपि न भवितुमर्हति. हा, यद्यपि समूहः काकः आकाशवत् काकः एकः एव इति नास्ति, बहवः काकाः सन्ति, तथापि कृष्णवर्णस्य आधारेण विशिष्टीकृत्य एकं काकं चेतुं न शक्नुमः तस्मात् समूहात् इति अस्ति. अस्तु, एवमेव नीलाकाशः इत्यत्रापि न सम्भवति, व्याकरणरीत्या दोषाय एव. हा भगिनि, समस्तपदं नीलं च तत् नीलं च सह नीलकश्च सह आकाशः कृष्णश्च सह काकः इति तादृशसमस्तपदं पूर्वं दृष्टं, तत् तत् किम् अस्ति? तत्तु महोदयेन यथा उक्तं व्याकरणरीत्या न सम्भवति. अस्तु, इदानीम् अस्ति इति चिन्तयतु, साहित्ये काव्येषु लभ्यते इति चिन्तयतु, उदाहरणानि लभ्यन्ते इति, तदा कथञ्चित् वक्तुं शक्नुमः अस्तु अत्र लभ्यते, तदर्थं प्रायः समासः स्यात् इति वक्तुं शक्नुमः, नो चेत् व्याकरणरीत्या तथा न भवति इति. यतोहि प्रथमतया सूत्रम् अपेक्षितं खलु, विशेषणं विशेषेण बहुलम् इव कश्चन सूत्र किञ्चन सूत्रम् अपेक्षितम्. तादृशसूत्रं नास्ति चेत् व्याकरणनियमानुगुणं तत्र समासः न सम्भवति. भवती यद्वदति तदपि सत्यं, नीलाकाशः इति दृष्टपूर्वः एव शब्दः यथा महोदयेन अपि सूचितं, तर्हि चिन्तनीयं भवति कथं सिद्ध्यति इति, किन्तु व्याकरणदृष्ट्या न भवति इति वार्ता. अन्यत् किमपि चिन्तनमस्ति वा अत्र? सुनीलमहोदय, स्पष्टम्? हा स्पष्टम्. इदानीम् अहं पुनः वदामि किम् अवगतम् इति, इत्युक्ते अत्र नीलः आकाशः इति वदामः चेत् अत्र आकाशः एकः एव, अतः तत्र विशेषणविशेषभावः नास्ति, अत्र उद्देश्य विधेयभावः एव अनुचितम् इति. सत्यम्, उद्देशविधेयभावः एव उचितमस्ति, यतोहि विशेषणविशेषभावस्य अभावे व्याकरणरीत्या सूत्रं नास्ति, व्याकरणरीत्या समासं साधयितुं न शक्यते इति कर्मकारयम्. धन्यवादः. पुष्पा भगिनि, तदैव मम प्रश्नः. अस्तु, समीचीनम्. अस्तु, नूतनतया कोऽपि अस्ति वा? तर्हि सुनील महोदय, राजेन्द्र महोदय, पुष्पा भगिनी, जयन्ती भगिनी, अजितमहोदय, लक्ष्मी भगिनी, सन्ध्या भगिनी इति खलु. अस्तु, अग्रे सरेम. तर्हि सुनील महोदय आरब्धुमिच्छति वा अत्र कर्मधारयसमासस्य साधनार्थम्? कर्मधारयसमासस्य साधनार्थं प्रक्रिया कीदृशी? सुन्दरः बालकः इति स्थितौ प्रथमतया विशेषणं विशेष्येण बहुलम् इति सूत्रेण समासः विधीयते. तदा समासः कीदृशः इति प्रश्ने सति उत्तरपदार्थप्रधानत्वात् तत्पुरुषः इति अधिकारसूत्रेण तत्पुरुषसमासः. वस्तुतः विशेषणं विशेष्येण बहुलम् इति सूत्रं तत्पुरुषः इत्यस्य क्षेत्रे अस्ति. विशेषणं विशेषेण बहुलम् इत्यस्य अनुवृत्तिसहितसूत्रमिदं सुप् विशेषणं सुपा समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषः समासः इति. ततः अग्रे च समानाधिकरण्यम् अस्ति, अतः तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण कर्मधारयसमासः. उत्तरपदार्थप्रधानः किन्तु वैयधिकरण्यम् अस्ति चेदपि तत्पुरुषः इति सूत्रेण तत्पुरुषसमासः. यथा राज्ञः पुत्रः राजपुत्रः, किन्तु यस्मिन् तत्पुरुषसमासे सामानाधिकरण्यम् अस्ति सः तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन कर्मधारयः. अहं कण्ठसः पुनः पठित्वा वदामि, वक्तुं शक्नोमि. सुन्दरः बालकः इति स्थितौ प्रथमतया विशेषणं विशेष्येण बहुलम् इति सूत्रेण समासः विधीयते. तदा समासः कीदृशः इति प्रश्ने सति उत्तरपदार्थप्रधानत्वात् तत्पुरुषः इति अधिकारसूत्रेण तत्पुरुषसमासः. अत्र इदानीं सुन्दरः बालकः इति उदाहरणं स्वीकुर्मः. अत्र विशेषणं विशेष्येण बहुलम् इति पूर्वं वयं दृष्टवन्तः. अत्र बालकः अस्ति सः सुन्दरः इति पूर्वं वयं दृष्टवन्तः. सुन्दरः इति ज्ञात्वा एव बालकः इति वयं वदामः इति विशेषणविशेष्यभावे भावस्थले. अत्र समासः अपि अस्ति कर्मधारयः इति वयं दृष्टवन्तः. अत्रापि उत्तरपदार्थप्रधानत्वात् तत्पुरुषः अस्ति अथवा सुन्दरः इति उत्तरपदार्थप्राधान्यं भवति इति. उत्तरपदं तु बालकः. क्षम्यतां, बालकः. अतः तत्र तत्पुरुषसमासः इति. वस्तुतः विशेषणं विशेष्येण बहुलम् इति सूत्रं तत्पुरुषः इत्यस्य क्षेत्रे अस्ति. विशेषणं विशेष्येण बहुलम् इत्यस्य अनुवृत्तिसहितसूत्रमिदं. सुविशेषणं समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषसमासः इति. अधुना अवगतं मया. अस्तु अस्तु, किञ्चित् व्याकरणविषयः प्रायः सन्ध्या भगिनी किञ्चित् वदति वा? भगिनी, बहुलम् इत्युक्ते किमस्ति? बहुलम् इत्युक्ते बहुत्र भवति इति, केवलं विशेषणविशेष्यम् इत्यस्मिन् स्थले एव नास्ति इति. अग्रे पश्यामः, राजेन्द्रमहोदय स्पष्टं भवति. भगिनी, कस्य वाक्यस्य विषये अस्ति इदानीं? द्वितीयं वाक्यं वा? वस्तुतः विशेष्येण, वस्तुतः विशेषणं विशेष्येण बहुलम् इति सूत्रं तत्पुरुषः इत्यस्य क्षेत्रे अस्ति. विशेषणं विशेष्येण बहुलम् इत्यस्य अनुवृत्तिसहितसूत्रमिदं. सुप् विशेषणं सुपा समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषः समासः इति. तर्हि सुप् विशेषणम् इत्युक्ते सुबन्तं पदं यद् अस्ति विशेषणत्वेन, तत् पदं सुपासमानाधिकरणेन इत्युक्ते अन्येन सुपासमानाधिकरणेन विशेष्येण सह इत्युक्ते अन्येन सुबन्तपदेन सह, यत् सुबन्तपदं प्रथमविशेषणसुबन्तपदस्य समानाधिकरण पदमस्ति, अपि च तस्य पदस्य विशेष्यम् इति अस्ति. तर्हि विशेषणं सुप् इति पदं, सुबन्तम् इति पदं, विशेष्यं सुबन्तेन सह तत्र बहुलम् इति तत्र अग्रे द्रष्टव्यमस्ति. परन्तु तयोः द्वयोः मध्ये तत्पुरुषसमासः भवति इति सूत्रस्य लूस् अर्थः अस्ति. सत्यं सत्यं, समीचीनमस्ति भगिनि. तर्हि अत्र विशेषणं विशेष्येण बहुलम् इति सूत्रं तत्पुरुषस्य क्षेत्रे अस्ति इत्युक्ते तत्पुरुषसमासस्य प्रकरणे वा, तत्पुरुषसमासस्य सन्दर्भे यानि सूत्राणि सन्ति तेषु अन्यतमम् अस्ति एतत् सूत्रम् इति. हा हा, तथा अस्ति अर्थः. इत्युक्ते तत्पुरुषः इति अधिकारसूत्रम् अस्ति. अधिकारसूत्रम् इत्युक्ते किञ्चित् स्थूलरीत्या वदामि. अधिकारसूत्रम् इत्युक्ते यस्य सूत्रस्य अनुवृत्तिः नाम अनुवर्तनं बहुषु सूत्रेषु भवति. इति कृत्वा तादृशसूत्रम् अस्ति अधिकारसूत्रम् इति. तर्हि वस्तुतः विशेषणं विशेषेण बहुलम् इत्येव उक्तं, तावदेव पाणिनिना. तर्हि अस्माभिः किम् अवगन्तव्यं? पूर्वसूत्रम् अस्ति, केभ्यश्चित् सूत्रेभ्यः पूर्वं सत्पुरुषः इति एकं सूत्रमस्ति, तत्सूत्रम् अधिकारसूत्रम्. अस्य सूत्रस्य विशेषणं विशेषेण बहुलम् इति सूत्रस्य परिपूरणार्थं तत्पुरुषः इति सूत्रम् अपेक्षितमस्ति. तर्हि आहत्य तत्पुरुषस्य क्षेत्रे अथवा तत्पुरुषस्य अधिकारे विशेषणं विशेषेण बहुलम् इति सूत्रमस्ति इति यदा वदामः, तस्य अर्थः एवमस्ति यत् विशेषणं विशेषेण बहुलम् इत्यनेन समासः तु विधीयते. अस्तु, तर्हि कीदृशसमासः विधीयते इत्यस्य विचारः क्रियते तत्पुरुषः इति अनुवृत्ति अधिकारसूत्रेण. अत्र बहुलम् इत्युक्ते बहुविधाः तत्पुरुषसमासाः इति अर्थः वा? आम् आम् सत्यं, नाम केवलं विशेषणं विशेष्यम् इत्यस्य स्थले इति एव नास्ति, बहुत्र अपरत्रापि यत्र उत्तरपदप्राधान्यं दृश्यते तत्र तत्पुरुषः सम्भवति इति. वस्तुतः तत्पुरुषस्य अधिकारे यत्किमपि अस्ति तत्र तत्र तत्पुरुषसमासः भवति इति बहुलम् इत्यनेन उक्तं. केवलं विशेषणं विशेष्यम् इति एव न, अपरत्रापि तथा सम्भवति इति. तत्पुरुषसमासस्य उत्तरपदप्राधान्यम् इति एषु सूत्रेषु कुत्रापि नास्ति, भिन्नसूत्रं तत् भिन्नसूत्रमपि नास्ति इति महोदयेन उक्तम्, अग्रे गत्वा परिशीलयिष्यामः. अस्तु, तस्य उत्तरपदप्राधान्यस्य विषये. अस्तु, तर्हि सुनीलमहोदय बुद्धं वा? अहं पुनः वक्तुं श्रमं करोमि. अत्र सुन्दरः बालकः इति अस्ति, अत्र उत्तरपदं बालकः अस्ति, तदेव विशेष्यम् अथवा विशेषणं विशेष्येण विशेषेण बहुलं भवति इति. तर्हि विशेषणं विशेषेण, तस्य बहुलम् इत्युक्ते विशेषणं विशेषेण इति चिन्तयतु, तावदेव. तस्य अर्थः एकं दीर्घं वाक्यमासीत् खलु यद् भगिनी अपि प्रतिपादितवती, सुप् विशेषणं सुपासः. सुप् इत्युक्ते इदानीं केचन प्रत्ययाः सन्ति, सुऔजस् अमौट् इत्यादिकं, येन नामपदं निर्मीयते. तर्हि सु तेषां प्रत्ययानाम् आदौ सु इति प्रत्ययः अस्ति, अतः नामपदानि सर्वाणि सुबन्तानि इति उच्यते. अत्र सुप् इत्युक्ते नामपदं, तावदेव. अत्र द्वयमपि नामपदं किल, अत्र सुन्दरः अपि. हा, अतः एव अत्र उक्तं सुप् विशेषणम् अस्तु सुन्दरः. सुपा सः इत्युक्ते बालकः इति अपि सुप् अस्ति, सुबन्तपदम् इत्युक्ते नामपदम्. अवगतं वा? हा, तेन सह सुपासः तत्पुरुषसमासः भवति इति. सुपः अथवा विशेषणस्य सुपासः. पुनः कीदृशसुपासः इत्युक्ते समानाधिकरणेन विशेष्येण सह तत्पुरुषसमासः इति सूत्रस्य फलितार्थः. अग्रे अग्रे पठामि वा? ततः अग्रे च समानाधिकरण्यम् अस्ति, अतः तत्पुरुषः समानाधिकरणः कर्मधारः इति सूत्रेण कर्मधारे समासः. अत्र सुन्दरः बालकः इति द्वयमपि एकस्य बालकस्य सूचनामेव करोति इति, अतः तत्र समानाधिकरणमपि अस्ति अपि. अतः तत्पुरुषः समानाधिकरणः कर्मधारः इति सूत्रेण कर्मधारसमासं स्वीकुर्मः इति. समीचीनम्. स्पष्टमस्ति खलु, प्रथमतया विशेषणं विशेषेण बहुलम् इत्यनेन समासः विधीयते. सः समासः कीदृशः इत्यस्य अवगमनार्थं तत्पुरुषः इति सूत्रम् आगत्य सूत्रार्थं परिपूरयति, अधिकारसूत्रम्. विशेष्यं विशेषणं विशेषेण बहुलम् इत्यनेन यः समासः जातः सः समासः तत्पुरुषसमासः इति अवगम्यते अस्माभिः सूत्रक्रमं दृष्ट्वा. पुनः हा किमुक्तम् अत्र नूतनसूत्रं तत्पुरुषः समानाधिकरणः कर्मधारयः इत्युक्ते किम्? अत्र तत्पुरुषसमासे समानाधिकरणम् अस्ति तत्कारणेन कर्मधारयः इति. हा हा समीचीनं. यत्र तत्पुरुषसमासः अस्ति समानाधिकरण्यम् अस्ति तादृशसमासः कर्मधारयः इति एतत् सूत्रम् बुद्धं वा? तत्र विशेषणं विशेषेण बहुलम् इत्यस्मिन् तत्पुरुषसमासस्य या या व्याख्या वा तस्य विषयः अस्ति तत्रापि समानाधिकरण्यम् अस्ति एव, परन्तु अग्रिमवाक्यं सूचयति तत्र उत्तरपदार्थप्रधानः, किन्तु समानाधिकरण्यं नास्ति चेदपि तत्पुरुषः इति प्रायः भिन्नसूत्रेण आगच्छति इति दृश्यते. सत्यं वा? सत्यं. यत्र वैयधिकरणं करणीयम् अस्ति इति खलु तस्य विषये वदति किल? हा हा इत्युक्ते साधारणतया समानाधिकरण्यम् अस्ति. अस्तु एवं करोतु भवती एव अग्रिमवाक्यद्वयं पठित्वा किञ्चित्. अस्तु तर्हि उत्तरपदार्थप्रधानः किन्तु वयधिकरणं करणीयम् अस्ति चेदपि तत्पुरुषः इति सूत्रेण तत्पुरुषसमासः. तर्हि अत्र विशेषेण विशेषणं विशेष्येण बहुलम् इति एकं सूत्रमस्ति, तत्पुरुषः इत्यपि अपरं सूत्रमस्ति. विशेषणं विशेष्येण बहुलम् इति सूत्रेण सामानाधिकरण्यम् अस्ति चेत् द्वयोः सुबन्तपदयोः अपि च विशेषणविशेष्यभावः अस्ति चेत् तत्पुरुषसमासः इति अस्ति तस्मात् सूत्रात्. परन्तु तत्पुरुषः इति यत् पूर्वसूत्रम् अस्ति तेन सूत्रेण सामानाधिकरण्यं नास्ति चेदपि, इत्युक्ते वयधिकरण करण्यम् अस्ति चेदपि तत्पुरुषः इति सूत्रेण तत्पुरुषसमासः विधीयते. यथा उदाहरणं राज्ञः पुत्रः राजपुत्रः, किन्तु यस्मिन् तत्पुरुषसमासे समानाधिकरण्यम् अस्ति सः तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन कर्मधारयः. ओ अस्तु. तर्हि प्रथमं तत्पुरुषः इति सूत्रम् अस्ति, तद् उत्तरपदप्राधान्यम् अस्ति इति कथञ्चित् ततः आगच्छति. उत्तरपदप्राधान्यम् अस्ति चेत् तत्पुरुषसमासः इति. अग्रे विशेषणं विशेष्येण बहुलम् इति सूत्रेण तत्र समानाधिकरण्यम् अस्ति चेत् तत्पुरुषः अस्ति चेदपि तत्पुरुषः अस्ति इति. वस्तुतः वस्तुतः विशेषणं विशेषेण बहुलम् इत्यनेन किम् उच्यते इत्युक्ते यत्र विशेषणविशेष्यभावः अस्ति तयोः मध्ये तत्पुरुषसमासः सम्भवति. बहुलं बहुलम् इति पदम् इदं सूचयति यत् न केवलं विशेषणविशेष्यभावस्थले अपि च बहुत्र तत्पुरुषसमासः भवति इति बहुलं सूचयति. बहुलमिति पदं पुनः विकल्पः इति इत्यस्मिन् अर्थे अपि अस्ति वा तत्र, वा अन्यतरस्यां विकल्पेन तत्र बहुलमपि पदम् अन्तर्भवति वा? प्रायः न इति भाति. अस्तु अस्तु. यावत् अहं जानामि भवती यथा उक्तवती अन्यतरस्यां वा इत्यनेन विकल्पं बहुलमिति तथा नास्ति. बहुलम् इति अत्र तु बहुत्र भवति इति भवती एव पठितवती खलु अधुना. तर्हि अनन्तरं तत्र तत्पुरुषः समानाधिकरणः कर्मधारः इति सूत्रेण यत्र विशेषणविशेष्यभावः अस्ति अनन्तरम् इत्युक्ते द्वयोः सुबन्तपदयोः अनन्तरं तत्र यदि सामानाधिकरण्यम् अस्ति तर्हि सः समासः सः तत्पुरुषसमासः विशेषसमासः अस्ति, अस्य नाम कर्मधारयः इति अस्ति इति एतत् सूत्रं वदति. हा बहु समीचीनम् इति अस्ति. तर्हि कर्मधारयत्वं साधयितुं तत्पुरुषत्वं प्रथमतया अपेक्षितं. तत्पुरुषे सामानादिकरण्यमपि अपेक्षितं द्वे अपि द्वौ अपि स्तः चेत् तदा कर्मधारय सम्भवति इति. एकः प्रश्नः अस्ति, अहं सावित्री अस्मि. अत्र ये ये सूत्राणि लिखितमस्ति तत्र कोऽपि सूत्रं न वदति यत् उत्तरपदप्रधानम् अस्ति चेत् तत्पुरुषः भवति इति. सूत्रेण न अवगन्तव्यं वा? सूत्रे नास्ति इति अग्रे आगच्छति, तदा किञ्चित् इतोपि चर्चा भवतु. तदा सूत्रे तु कुत्रापि उत्तरप्रधानप्राधान्यस्य विषये उल्लेखः एव नास्ति सूत्रे. अस्तु अस्तु, प्रथमं तत्पुरुषः इति सूत्रम् आयाति, अनन्तरं विशेषेण विशेषणं विशेष्येण बहुलम् इति सूत्रम् आयाति. तदा वयम् अवगन्तुं शक्नुमः यत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र तत्र अस्मिन् क्षेत्रे तत्पुरुषः भवति. तत्पुरुषः अन्यत्र अपि भवितुम् अर्हति, यथा वैयाधिकरण्यम् अपि लिखितमस्ति. सत्यं सत्यं, परन्तु अस्तु, किन्तु शतप्रतिशतं कथं ज्ञातुं शक्नुमः तत्पुरुषः इत्युक्ते पाणिनीयसूत्रं दृष्ट्वा, क्रमं दृष्ट्वा. तत्पुरुषः इति सूत्रमस्ति, तत्र अष्टाध्यायं लिखितमपि अस्ति. अस्तु, अस्य सूत्रस्य कुतः आरभ्य कुत्र पर्यन्तम् अनुवृत्तिः अस्ति इति अष्टाध्यायं लिखितमस्ति. हा, तर्हि तत्पुरुषः इति अस्ति, तस्मात् परमेव द्विगुश्च इति सूत्रमस्ति. तर्हि अस्माभिः अवगन्तव्यं यत् द्विगुश्च तत्पुरुषः इति. तदनन्तरं द्वितीयाश्रिताश्रितपतितगतात्यस्तप्राप्तापन्नैः इति द्वितीया तत्पुरुषसमासः तथा एव गच्छति. अपि च एतस्य तत्पुरुषः इत्यस्य अनुवृत्तिः यावत्पर्यन्तम् अस्ति तावन्ति सूत्राणि सर्वाणि तत्पुरुषविधायकसूत्राणि इति अस्माभिः अवगन्तव्यं भवति. कथं ज्ञायते कियत् पर्यन्तम्? अनन्तरं किमपि नूतनं समासस्य विषये आयाति वा? आमामाम्, अत्र लिखितमपि अस्ति, इतः आरभ्य शेषो बहुव्रीहि इत्यतः प्राक् तत्पुरुषसंज्ञा इति सूचितमपि अस्ति. अतः जानीमः. परन्तु भवती यदा उक्तवती, अन्ये अपि पृष्टवन्तः, उत्तरपदप्राधान्यम् इति उल्लेखः कुत्रापि नास्ति. सूत्रस्य अनुवृत्तिः, अधिकारः, कियत्पर्यन्तं, कुत्र पर्यन्तम् इति सर्वं दृष्ट्वा, अस्तु, एते सर्वे समासाः तत्पुरुषसमासाः इति वक्तुं शक्नुमः इति अस्ति. धन्यवादः. अस्तु भगिनि, तत्र तत्पुरुषः इति समास यद् सूत्रमस्ति तद् लिखितमस्ति उत्तरपद प्राधान्यम् अस्ति, किन्तु तत्र सामानाधिकरण्यं नास्ति चेदपि तत्पुरुषः सम्यक्. अनन्तरं तत्र विशेषणं विशेष्येण बहुलमिति सूत्रं सामानाधिकरण्यस्य विषये वदति, अपि च तत्र विशेषणविशेष्यभावः अनन्तरं सामानाधिकरण्यम् अस्ति चेत् तत्पुरुषः सः समासः तत्पुरुषसमासः इति तत् सूत्रं वदति. तत्पुरुषः समानाधिकरणः कर्मधारयः इति केवलं तत्र केवलं नामकरणस्य कृते तत् सूत्रम् अस्ति वा? तत्तु संज्ञासूत्रं, सत्यं, केवलं तदर्थमेव तत् सूत्रम् अस्ति. परन्तु तत्र सामानाधिकरण्यम् अस्ति, तर्हि एतद्वयमपि मिलित्वा ज्ञातुं शक्नुमः सामानाधिकरण्यम् अस्ति, विशेषणविशेष्यभावः अस्ति चेत् कर्मधारयः इति कर्मधारयः तत्पुरुषः समानाधिकरणः कर्मधारय प्रथमाध्याये संज्ञासूत्रेषु अस्ति इति वर्तते. अस्तु अस्तु भगिनि, यदा यत् सन्ध्या भगिनी उक्तवती तस्मात् वयम् अवगन्तव्यं शक्नुमः यत् सूप विशेषणं सुपा समानाधिकरण्येन विशेष्येण सह बहुलं तत्पुरुषः समासः. तत्र विशेषणविशेषभावः अपि अस्ति, समानाधिकरणं विषये अपि अस्ति, समासः विषये अपि अस्ति, तत्पुरुषसमासः अपि अस्ति. तदनन्तरं किमर्थं तत्पुरुषः समानाधिकरणः कर्मधारयः इति वदनस्य आवश्यकता अस्ति वा? हा, इत्युक्ते यत्र सामानाधिकरण्यमस्ति तादृशसमासः तत्पुरुषः सन् कर्मधारयः इति नाम्ना अभिज्ञायते. वदनस्य आवश्यकता का इत्युक्ते तस्य नामकरणमेव भगिनि. अस्तु, समानाधिकरणमस्ति चेत् कीदृशसमासः, कीदृशतत्पुरुषः इत्युक्ते कर्मधारय इति अस्ति. प्रथमं न, परन्तु तत्र विशेषणं विशेषेण बहुलम् इति सूत्रं सूचयति समानाधिकरणम् अस्ति चेत् तत्पुरुषसमासे अन्तर्भवति इति. तत्पुरुषः समानाधिकरणकर्मधारयः तादृशसमासस्य नाम किम् इति सूचयति. मनसि स एव प्रश्नः आसीत्, अतः एव वक्तुम् अहम् आरम्भं कृतवती भवत्याः वदनस्य पूर्वं. स एव प्रश्नः, परन्तु केवलं संज्ञासूत्रमस्ति, नाम भवतु इत्येतेन भावेन एव तद् कृतमस्ति. सत्यं, परन्तु सूत्रक्रमः बहु भिन्नम् अस्ति तत्र, खलु? आम्, इति मम प्रश्नः. अहं महोदयं पृष्टवती ई पत्रेण तदनन्तरं. एतत् सर्वं तु तत्पुरुषस्य अधिकारे स्थापयितुं शक्यते खलु, किमर्थम् अपरत्र स्थापनीयम् इति? तर्हि तस्य विषये चिन्तनं करणीयं. भवत्याः अपि चिन्तनं कुर्वन्तु उत्तरं किं प्राप्यते इति. यतोहि प्रथमाध्याये अस्ति एतत्तु कुत्र, द्वितीयाध्याये कुत्रचित् तत्पुरुषस्य अधिकारे अस्ति. प्रायः संज्ञासूत्राणि प्रथमाध्याये एव भवन्तु इति धिया तथा कृतं वा इति न जानामि, अथवा अनुवृत्तिदृष्ट्या किमपि कृतं वा इति न जाने. परन्तु एतानां सूत्राणां क्रमः कः इत्युक्ते किं भगिनि? प्रथमं तु तत्पुरुषः इति सूत्रं, तदनन्तरं विशेषणं विशेषेण बहुलम् इति प्रथम अध्याये, तत्पुरुष अध्याये एव वा? सत्यं, तत्पुरुषस्य अधिकारे इति वदामः. अधिकारे, अस्तु. तद् अनन्तरं तत्पुरुष समानाधिकरणः कर्मधारयः इति? न, न, तस्मात् पूर्वमेव अस्ति इत्येव भगिन्या. अस्तु, संख्यां पश्यति वा जयन्ति भगिनी? प्रथमाध्याये द्वितीयपादः द्विचत्वारिंशत्. संज्ञासूत्रं नाम नामकरणं करोति इति, तादृशसूत्रमस्ति संज्ञासूत्रम्. यः तत्पुरुषः समानाधिकरणः तस्य नाम कर्मधारयः इति वदति सूत्रम्. अस्तु, अग्रे सरेम तर्हि. तथापि उद्देशविदेश्यभावः शेष्यभावः अस्ति. तत्पुरुषः समानार्थ समानाधिकरणः कर्मधारयः इति सूत्रे वा? सूत्रे तथैव उद्देशविदेशभावः अस्ति न? आम् आम् आम्, समीचीनम्. आम्, सूत्रे अस्ति उद्देशविदेशभावः. सत्यं भगिनि. अस्तु, अग्रे सरेम तर्हि. राजेन्द्रमहोदय पठति वा? आं भगिनि. आहत्य द्वयोः पदयोः एकार्थबोधकत्वं समानविभक्तित्वं ततः समानाधिकरणीयं च पर्याप्तं नास्ति कर्मधारय समासस्य साधनार्थम्. प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव समानाधिकरणीये सति कर्मधारयसमासत्वम्. कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्रं सर्वत्र समानं न. विशेषणं विशेषेण बहुलम् इति सूत्रेण समाससंज्ञा भवति. येषां कर्मधारयप्रकाराणां कृते विशेषणपूर्वपदस्य नीलः मेघः नीलमेघः, विशेषणो उभयपदस्य स्थूलः उन्नतः स्थूलो उन्नतः, अवधारणापूर्वपदस्य गुरुः एक एव देवः गुरुदेवः विद्या एव धनं विद्याधनं सम्भावनापूर्वपदस्य अयोध्या इति नगरी अयोध्यानगरी कैलासा इति अद्रि कैलास अद्रि आम्रः इति वृक्षा आम्रवृक्षा हिमालयः इति पर्वता हिमालयपर्वता मध्यपद पदलोपस्य द्वयो अधिकं शतं द्विशतं विशेषण उत्तरपद कर्मधारस्य समाससंज्ञा भवति कुत्सताने कुत्स्नेहि इति भिन्नसूत्रेण यथा व्याकरणाः खसूचिः व्याकरण खसूचिः खसूचिः इत्युक्ते यः बहून् दोषान् करोति भिन्नसूत्रेण यतोहि विशेषणं विशेष्येण बहुलम् इति सूत्रेण विशेषणवाचकपदं पूर्वपदम् एव भवति किन्तु एकवारं यदा समासः साधितः तथा तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रं तत्पुरुषः समानाधिकरणः कर्मधारयः इति जटिलमस्ति अत्र खण्डशः पठतु महोदय परिशीलय आम् पुनश्च प्रयत्नं करोमि आहत्य द्वयोः पदयोः एकार्थबोधकत्वं समानविभक्तित्वं ततः समानाधिकरणीयं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थं यथा भवती पूर्वं महोदय गत शनिवासरे उक्तं यथा यदा एकार्थबोधकत्वं समानविभक्तित्वं समानाधिकरणीयं ते पर्याप्तं न सन्ति कर्मधारयसमासस्य साधनार्थं यतोहि तादृशस्थितौ उद्देश्यविधेयभावस्थले अपि अस्ति एकार्थबोधकत्वं समानविभक्तित्वं समानाधिकरणीयं भवितुमर्हति तत्रापि तत् कारणात् यथा एकार्थबोधकत्वं दृष्ट्वा समानविभक्तित्वं अथवा समानाधिकरणीयं दृष्ट्वा न वक्तुं शक्नुमः साधितुं शक्नुमः तत् कर्मधारयसमासः भवति प्रथमतया समासे विधायकसूत्रम् अपेक्षितं यथा तत् इदानीं यथा अस्माभिः दृष्टं संज्ञासूत्रं तत्पुरुषः समान अधिकरणः कर्मधारयस्य संज्ञासूत्रं दृष्टं परन्तु तथा पूर्वं समासविधायकसूत्रम् अपेक्षितं तदा एव समान अधिकरणीये सति कर्मधारयसमासः तथा प्रथमतया तु समासविधायकसूत्रम् अपेक्षितमस्ति तदा तत् यदा समानाधिकरणीये सति अस्ति तत् तथैव तदनन्तरमेव कर्मधारयसमासत्वं भवितुम् अर्हति यथा पूर्वं भगिनी पठितवती प्रतिपादितवती सुपः सः सुपः समानाधिकरणेन विशेषणं विशेष्येन बहुलं तत्पुरुषः समासः तादृशी यथा समास विधायकसूत्रम् अस्ति तत् तदनन्तरमेव समानाधिकरणीयं कर्मधारयसमासत्वं भवितुमर्हति कर्मधारयसमासस्थले नवसर्पकार्येषु समासविधायकसूत्रं सर्वत्र समानं न यथा कर्मधारयसमासः तु कर्मधारयसमासः नवप्रकारेषु अस्ति परन्तु समासविधायकसूत्रं सर्वत्र समानं न भिन्न भिन्न एवम् अस्ति वा भगिनि किं भिन्नभिन्न महोदय समीचीनं तर्हि एकमेव स्पष्टीकर्तव्यमस्ति यत् समासविधायकसूत्रं सर्वत्र समानं न इति अत्र समासविधायकसूत्रम् इत्युक्ते किम् यथा सुप् सुप् सः तत्पुरुषसमासः विशेषणं विशेषेण बहुलं तादृश यद्यपि कर्मधारयस्य नवप्रकारेषु एकमेव कर्मधारयसंज्ञाविधायकं सूत्रं परन्तु सामान्यतया यदा समासः विधीयते तत् समासविधायकसूत्रं सर्वत्र समानं नास्ति इति अग्रे उदाहरणद्वयं दत्तमस्ति अग्रे पठतु इदानीं तु विशेषणं विशेषेण बहुलं एकप्रकारकसमाससूत्रम् अस्ति, परन्तु अन्यानि अपि तत्र सन्ति भवन्ति. विशेषेण बहुलम् इति सूत्रेण समाससंज्ञा भवति येषां कर्मधार्यप्रकाराणां कृते. विशेषणपूर्वपदस्य यथा विशेषणं विशेषेण बहुलम् इति समाससूत्रं समाससंज्ञा भवति सूत्रेण, तत् येषां कर्मधार्यप्रकाराणां कृते विशेषणपूर्वपदस्य. अत्र किञ्चित् बहवः उदाहरणानि सन्ति भगिनि, ते कर्मधार्यसमासस्य भिन्नभिन्नप्रकाराणि सन्ति वा? सत्यं, तस्यैव उदाहरणानि दत्तानि. नवविधाः सन्ति खलु कर्मधार्यसमासाः. तर्हि यथा विशेषणपूर्वपदस्य यथा नीलः मेघः नीलमेघः, विशेषण उभयपदस्य उभयपदं तत् विशेषण सूचक अस्ति. यथा स्थूलः उन्नतः स्थूलो उन्नतः. अवधारणापूर्वपदस्य अवधारणा इत्युक्ते भगिनी किम्? अवधारणा इत्युक्ते निश्चयम् अस्ति यत्र, तथा निश्चयार्थे. गुरुः एव देवः, गुरुदेवः, तत् अवधारणापूर्वपदस्य. तत्र विद्या एव धनं, विद्याधनं. सम्भावनापूर्वपदस्य यथा अयोध्या इति नगरी, अयोध्या नगरी. कैलास इति अद्रि, आम्र इति वृक्षः, आम्रवृक्षः. हिमालयः इति पर्वतः, हिमालयपर्वतः. ते सर्वे सम्भावनापूर्वपदस्य उदाहरणानि सन्ति. सत्यं. मध्यपदलोपस्य द्वय अधिकं शतं, द्विशतं. द्व्यधिकं शतं, द्विशतम् इति अस्ति वा तत्र शतम् अपि च द्वयं तस्मात् उपरि इति अस्ति? द्विशतम् इत्युक्ते शतद्वयं किल? उभावपि विवक्षानुगुणम्. ओ अस्तु. द्विशतमपि अस्ति, हा, भवती यदा उक्तवती 102 अपि सम्भवति. अत्र अत्र अधिकं यः मध्ये आसीत् तत्र तस्य लोपः जातः. तर्हि महोदय, एषु कर्मधारयसमासेषु यद् भवान् अधुना पठितवान्, येषु सर्वेषु केन सूत्रेण समासः विधीयते? विशेषणं विशेषेण बहुलम्. हा, इति सूत्रेण. इति एकं समासविधायकं सूत्रम्. अपरं किम् अग्रे अस्ति? विशेषण उत्तरपदकर्मधारयस्य समाससंज्ञा भवति कुत्सितानि कुत्सनैः. अन्यत् अस्ति समास संज्ञा सूत्रं कुत्सितानि कुत्सनैः इति. तत्र विशेषण उत्तरपदकर्मधारयसमाससंज्ञा भवति तस्मिन् सूत्रेण, तेन सूत्रेण इति भिन्नसूत्रेण. यथा वैयाकरणः खसूचिः, व्याकरणखसूचिः. खसूचिः इत्युक्ते यः बहून् दोषान् करोति, मम दृश्यप्रायशः, चिन्तयामि. तथा नास्ति. अस्तु, अत्र वैयाकरणखसूचिः इत्यत्र विशेषणं किं, विशेष्यं किम्? तत् खसूचि विशेषणम् अस्ति, वैयाकरणः तु विशेष्यम् अस्ति. समीचीनं, सत्यं सत्यम्. अतः विशेषण उत्तरपदं खलु अत्र खसूचिः, विशेषण उत्तरपद कर्मधारय समासः. तत् तस्मिन् स्थले कुतस्थितानि कुतस्नैः समाससूत्रेण समाससंज्ञा भवति. दोषः भिन्नसूत्रेण यतोहि विशेषण विशेषेण बहुलम् इति सूत्रेण विशेषणवाचकपदं पूर्वपदम् एव भवति. विशेषणं विशेषेण बहुलं तेन सूत्रेण यथा यः समासः भवति तत् विशेषणवाचकपदं तु पूर्वपदं भवति, परन्तु यथा विशेषण उत्तरपदकर्मधारे कुत स्थाने कुत स्नेहि तेन सूत्रेण उत्तरपदकर्मधारे समासः भवति, संज्ञा भवति इति सूत्रेण विशेषणवाचकपदं पूर्वपदम् एव भवति। किन्तु एकवारं यदा समासः साधितः तदा कर्मधारीसंज्ञा नवानां कृते एकमेव सूत्रं, तत्पुरुषः समानाधिकरणः कर्मधारयः। यथा एकवारं यथा पूर्वम् आरम्भे आसीत् यथा एकवारं समासज्ञा यत् अपेक्षितम् आसीत् तथा साधितः, तत् अनन्तरं कर्मधारीसंज्ञा नवानां कृते एकमेव सूत्रं भवति, तत् पुरुषः समानाधिकरणः कर्मधारयः। तत् पुरुषः अधिकारसूत्रम् अस्ति समान, परन्तु भगिनी अत्र यः सूत्रः तत्पुरुषः समानाधिकरणः कर्मधारः तु एक प्रथमे अध्याये अस्ति, तदपि तत्पुरुषस्य अधिकार अस्ति वा, अधिकार वदामः तमपि तथापि न तत्पुरुषस्य अधिकारात् बहिः अस्ति, बहिः अस्ति, संज्ञासूत्रमस्ति, केवलं नामकरणार्थम् अस्ति, तत्पुरुषः समानाधिकरणः कर्मधारयः कर्मधारयः इति संज्ञासूत्रमस्ति तत्। समीचीनम्, एवमेव सूत्रमस्ति यः नवसु प्रकारेषु ये कर्मधारीसंज्ञाः भवन्ति तत् कृते एकमेव सूत्रमस्ति संज्ञासूत्रं, तत् पुरुषः समानाधिकरणः कर्मधारयः। सम्यक् अस्ति महोदय, अस्तु। जयन्ती भगिनी सारांशत्वेन वदति वा अस्मिन् परिच्छेदे किम् अस्ति इति? प्रथमं तु तत्पुरुषसमानाधिकरणः कर्मधारयः इति पूर्वस्मिन् परिच्छेदे पठितमस्ति, तेन तत्र समानाधिकरण्यं भवेत् कर्मधारयसमासार्थम् इति बुद्धम्। परन्तु कर्मधारयसमासस्य साधनार्थं केवलम् एकार्थबोधकत्वम् अपि तु समानविभक्तिकत्वम् एव पर्याप्तौ न, इत्युक्ते केचन उदाहरणानि कानिचन उदाहरणानि सन्ति अत्र दीयन्ते। यत्र विशेषणं पूर्वपदम् अस्ति, समसपदस्य पूर्वपदम् अस्ति विशेषणम्, विशेषणं विशेष्येण बहुलम् इत्यनेन साधितम् अस्ति एतानि सर्वाणि कर्मधारयः समासाः इति। यत्र न क्षम्यतां, तत्पुरुषसमानाधिकरणः कर्मधारयः इत्यनेन कर्मधारयः समासः, परन्तु विशेषणं विशेष्येन बहुलम् इत्यनेन पूर्वपदं विशेषणम् इति नियमः। हा, इति नियमः। अपि च कीदृशसमासः पूर्वपदनिमि विशेषणं भूत्वा उत्तरपदं विशेषमस्ति चेत् कीदृशसमासः अस्ति? तत्पुरुषसमासः एव। सम्यक् सम्यक्। नाम विशेषणं विशेषेण बहुलम् इत्यस्मिन् तत्पुरुषः इति पदस्य अनुवृत्तिः अस्ति, अनुवर्तनम् अस्ति। यद्यपि न उक्तं, सूत्रक्रमं दृष्ट्वा अनुवर्तनमस्ति इति कृत्वा तत्र तत्पुरुषसमासः अपि अस्ति। विशेषण उत्तरपद क्षम्यतां, विशेषणपूर्वपदस्थले विशेषणं विशेषेण बहुलम्। अग्रे, परन्तु अन्यत् सूत्रमपि अस्ति कुत्सितानि कुत्सनैः इति, तेन विशेषण उत्तरपद कर्मधारय समासः भवति। यथा वैयाकरणकसूचिः इत्यस्मिन् वस्तुतः यद्यपि तत्र विशेषणोत्तरपदकर्मधारय इति लिखितम् अस्ति, तथापि एवं वक्तव्यमस्ति यत् विशेषणोत्तरपदसमास तावदेव भवति कुत्सितानि कुत्सनैः इत्यनेन। केवलं नाम विशेषणोत्तरपद भवति चेत् तत्र कुत्सितानि कुत्सनैः इत्यनेन तत्पुरुषसमासः विधीयते, अपि च विशेषणम् अपि च विशेषमस्ति इति कृत्वा समानाधिकरणं तु भवेदेव खलु। आम् आम् तदा परन्तु सर्वत्र सामान्याधिकरण्यम् इति कृत्वा कर्मधारयसमासः विधीयते. तत्पुरुषत्वे सति सामानादिकरण्यम् अस्ति चेत् कर्मधारयसमासः विधीयते. नवसु अपि समासेषु इति. भगिनी कुत्सितानि कुत्सनैः इत्युक्ते किम्? सूत्रं न परिशीलितं मया, परिशील्य प्रेषयिष्यामि. परन्तु प्रायः तत्र विशेषणस्य क्रमः कुत्र इति आयाति वा? प्रायः तत्र कुत्सितम् इति साधारणतया पदम् आगच्छति यत्र समीचीनार्थे नास्ति. इत्युक्ते कुपुत्रः, तत्र कुत्सितः पुत्रः, कुपुत्रः इति इत्युक्ते असमीचीनः इत्यस्तु. कथञ्चित् हा भगिनी यथा उक्तवती वैयाकरणः कसूचिः इति अस्ति खलु. कसूचिः अपि किं समीचीनार्थे नास्ति यतः दोषः करोति इति. तर्हि प्रायः तत्सम्बद्ध, यथा भगिनी उक्तवती तत्सम्बद्धं किमपि स्यात्. अस्तु, तर्हि तत्र यः प्रश्नः जयन्ती भगिन्याः गतवर्गे आसीत् तत्र नरः नरव्याघ्रः, तत्र तु नरस्य विषये अस्ति इति कृत्वा अग्रे अस्ति वा, तदपि भिन्नसूत्रेण आगच्छति यथा वैयाकरणखसूचिः इति तथा दृश्यते किल? आमामां तादृश, हा सत्यम्, उदाहरणं न दत्तं खलु. नरः व्याघ्रः इव इति तु उपमान उपमानोत्तरपद कर्मधारयः. आम् सत्यं सत्यं भगिनि, प्रायः भिन्नसूत्रेण आगच्छति. तदर्थमेव विशेषणं विशेषेण बहुलम् इत्यत्र बहुलम् इत्यनेन तदेव सूचितम् इति महोदयेन उक्तं. बहुत्र आगच्छति वा उपमानोत्तरपद कर्मधारयः विषये वा न? प्रायः न, अस्मिन् करपत्रे नास्ति. अस्तु भगिनि, भगिनि एकः प्रश्नः. कर्मधारयसमासेषु बहूनि डिविशन् अस्ति खलु, विशेष विशेषणपूर्ववद, विशेषण उत्तरवद, उपमानपूर्ववद, उपमान उत्तरवद इति. तत्र अस्मिन् सन्दर्भे वयं उत्तरपदस्य विशेषण उत्तरपद एव स्वीकुर्वन्ति वा? न, तथा नास्ति खलु महोदय. सुन्दरः बालकः इति विशेषणपूर्वपद खलु. सुन्दरः बालकः इति विशेषणपूर्वपदसमासः खलु महोदय. भवतः प्रश्नः कः आसीत् इत्युक्ते यत्र विशेषणं पूर्वपदमस्ति तत्र तत्पुरुषविधायकं सूत्रमसि अस्ति विशेषणं विशेषेण बहुलम् इति. यत्र विशेषणम् उत्तरपदमस्ति तत्र तत्पुरुषविधायकसूत्रमस्ति कुत्सितानि कुत्सनैः इति तावदेव उक्तं. तत्र यथा भगिनी अपि सूचितवती भिन्नभिन्नस्थले भिन्नभिन्नानि तत्पुरुषविधायकसूत्राणि सन्ति, परन्तु नवसु प्रकारेषु अपि विशेषणोत्तरपद भवतु, विशेषणपूर्वपद भवतु, अथवा उपमानोत्तर उपमानपूर्वपद भवतु, तत्र सर्वत्र कर्मधारयसंज्ञाविधायकं सूत्रं नाम तत् अयं समासः कर्मधारयः इति नामकरणं कर्तुम् एकमेव सूत्रमस्ति, तदेव तत्पुरुषः समानाधिकरणः कर्मधारयः इति. अस्तु अस्तु भगिनि, स्पष्टं वा? धन्यवादः. स्पष्टं, धन्यवादः. अस्तु समीचीनं. तर्हि जयन्ती भगिनी अग्रिमपरिच्छेदं कृपया. तत्पुरुषः समानाधिकरणः कर्मधारयः इति श्रेतपुरुषः किमर्थम् उक्तः इति चेत् केवलं समानाधिकरणः कर्मधारयः इति उच्यते चेत् दोषो भवति. पाचिका भार्या, भवती एव पठितवती शनिवासरे. आं भगिनि, अस्तु पठतु तर्हि. पाचिका भार्या, पाचिका भार्यः यस्य पत्नी पाचिका इति स्थितौ द्वयोः पदयोः समानाधिकरण्यं वर्तते, किन्तु अन्यपदप्राधान्यम् अस्ति इति कारणतः बहुव्रीहि समासः। पाचिका भार्या यस्य, सः पाचिका भार्यः। कर्मधारयः प्रायः उत्तरपदप्रधानः इति कृत्वा तत्पुरुषसमासश्रेण्यां स्थापितः। तत्पुरुषसमानाधिकरणः कर्मधारयः इति इत्यनेन कर्मधारयः विधीयते। कर्मधारयः कर्मधारयः समासः तत्पुरुषस्य प्रभेदः। अत्र किमर्थं तत्पुरुषः इति योज्यते? केवलं समानाधिकरणः कर्मधारयः इति वदनेन दोषः भवति इति उक्तमस्ति। उदाहरणमस्ति, निमिषं विस्मृतं सर्वं। पाचिका भार्या, आम्, पाचिका भार्या समसपदमस्ति। पाचिका भार्यः इति, पाचिका भार्यः इति अन्यस्य पदस्य सूचनं भवति। अतः एव बहुव्रीहि समासः इत्युक्ते पाचिका भार्यः, यस्य पत्नी पाचिका, सः पाचिका भार्यः इति समस्तपदम्। अत्र सामानाधिकरण्यं पाचिका पत्नी पाचिका, हा, वस्तुतः विग्रहवाक्यं कथं भवति इत्युक्ते पाचिका भार्यस्य पाचिका भार्यः इति भवति। पुनः भगिनी, न श्रुतं। पाचिका भार्या यस्य, सः पाचिका भार्यः इति भवति। परन्तु पाचिका भार्यः इत्युक्ते कः? पाचिका भार्यः इत्युक्ते पाचिकायाः भार्यः। न, भार्या, एकनिमिषः, भार्या इत्युक्ते पत्नी इति अर्थः। पत्नी, हा, तर्हि पाचिका भार्या स्त्रीलिङ्गपदे खलु? आम् आम्। तयोः समानाधिकरण्यम् अस्ति न वा? पाचिका भार्या तयोः एकमेव विषयं सूचयतः खलु, अतः समानाधिकरण्यं वर्तते अत्र। सत्यं, समानाधिकरण्ये सत्यपि एषः समासः तत्पुरुषसमासः नास्ति। कीदृशसमासः? बहुव्रीहिसमासः। अतः आरम्भे प्रश्नः कः आसीत् आरम्भे? किमर्थं तत्पुरुषः इति अत्र अस्ति? किमर्थं सामानादि अन्यत् पदस्य सूचनम् अस्ति वा, अन्यत् पदप्राधान्यम् अस्ति इति कृत्वा अपि अत्र किमर्थं तत्पुरुषः इति प्रश्नः। सत्यं, तत्पुरुषसमासः इत्यस्य कथनेन उत्तरपदप्राधान्यं यत्र अस्ति, अपि च यः समासः तत्पुरुषः अस्ति, तस्य समासस्य स्थले एव समानाधिकरण्यम् अस्ति चेत् सः समासः कर्मधारयः इति उच्यते। अवगतं वा? अत्र तत्पुरुषः इति इत्यस्य कथनस्य आवश्यकता का इति प्रश्नः आगतः। तदर्थम् उत्तरत्वेन अस्ति यत् सामानादिकरण्यं तु बहुत्र अस्ति, बहुषु समासेषु अस्ति। अस्तु, उदाहरणमस्ति एतदेव, पाचिका भार्या यस्य, सः पाचिका भार्यः, तत्रापि सामानाधिकरण्यम् अस्ति। परन्तु एषः समासः बहुव्रीहिसमासः न तु तत्पुरुषसमासः. तदर्थमेव अत्र उक्तमस्ति, तत्पुरुषत्वं भवेत्, सामानादिकरण्यं भवेत्, तदा एव कर्मधारयः भवति, नो चेत् न. त्रयः अपि नियमाः भवेत् तदा कर्मधारयः. अत्र अन्तिम क्षम्यता, हा हा वदतु भगिनि. अन्तिमवाक्यं कर्मधारयः प्रायः उत्तरपदप्रधानः इति कृत्वा तत्पुरुषसमासश्रेण्यां स्थापितः. अत्र पूर्वपदप्राधान्यमपि भवतु, किमर्थम् उत्तरपदप्राधान्यमेव स्वीकृतमस्ति? अस्मिन् उदाहरणे तु बहुव्रीहिसमासः अन्यपदप्राधान्यः, तत् अहं जानामि, परन्तु तत्र तत्पुरुषः इति किमर्थं स्थापितम् इति प्रश्नः. प्रश्नस्य उत्तरम् अस्ति सीमा भवतु इति, केवलं सामानादिकरणं न, तत्पुरुषः भवतु, तदनन्तरं सामानादिकरणं भवतु, तदनन्तरमेव वक्तुं शक्नुमः कर्मधारया इति. परन्तु तत् अत्र अन्तिमवाक्यस्य उत्तरम् अर्थं न अवगच्छामि, किमर्थं तथा लिखितमस्ति? तया तत्पुरुषसमासे उत्तरप्रधप्राधान्यमेव, यथा भवत्या एव उक्तं खलु पूर्वस्मिन् वर्गे भगिनि. परन्तु यथा भवती पृष्टवती, उत्तरपदप्राधान्यं बहुषु स्थलेषु, परन्तु केचन स्थलेषु पूर्वपदप्राधान्यमपि भवति खलु. न्यूनस्थलेषु एव इति मन्ये खलु भगिनी, रक्षा भगिनी. तर्हि प्रायः उत्तरपदप्रधानः इति उच्यते, इत्युक्ते व्याकरणदृष्ट्या कर्मधारयः तत्पुरुषः एव. यथा अहम् उक्तवती, अष्टाध्यायीं पश्यति चेत् सामानादिकरण्यं यत्र अस्ति तादृशसमासः, विशेषणं विशेषेण बहुलम् इत्यनेन समासः यत्र विधीयते, तत्सर्वं तत्पुरुषस्य अधिकारे अस्ति इति तु सत्यं. तस्य तया दृष्ट्या अपि च तत्पुरुषः, समानादिकरणः, कर्मधारयः इति सर्वं मिलित्वा कर्मधारयः तत्पुरुषसमासः इति उच्यते इति तु सत्यं व्याकरणदृष्ट्या. परन्तु भवत्यौ यद् पृष्टवत्यौ गतवर्गे अपि, कर्मधारयस्थले सर्वत्र नास्ति खलु उत्तरपदप्राधान्यम् इति भवत्यौ पृष्टवत्यौ, तस्य उत्तरमस्ति एवं, कर्मधारयः प्रायः उत्तरपदप्रधानः इत्युक्ते तत्र तथा उच्यते. अहमपि अनन्तरं परिशीलितवती समासपुस्तकेषु प्रायः इति पदस्य प्रयोगः भवति. यत्र इत्युक्ते यत्र अन्यपदप्राधान्यं नास्ति, यत्र उभयपदप्राधान्यम् उभयपदप्राधान्यं भवति चेत् द्वन्द्वः, अन्यपदप्राधान्यं भवति चेत् तत्र बहुव्रीहिः, पूर्वपदप्राधान्यं भवति चेत् तत्र अव्ययीभावः, उदाहरणार्थं दिनं प्रतिदिनं, तत्सर्वम् एलिमिनेट् कृत्वा प्रायः उत्तरपदप्राधान्येन कर्मधारयः अपि तत्पुरुषसमासः इति उच्यते. परन्तु यथा भवती उक्तवती, तत्पुरुषः इति स्थापनीयमेव भवति, किमर्थं चेत् एतत्तु प्रथम खण्डे प्रथम अध्याये अस्ति, तत्र समानादिकरणः कर्मधारया इति न वक्तुं शक्नुमः, क्षेत्रे नास्ति. सत्यम् इति अपि एकं कारणम् अस्ति, यतोहि अधिकारात् बहिः अस्ति, तदर्थं तत्पुरुषः समानादिकरण इति वक्तव्यमेव भवति इति एकम्. अपरं कारणमस्ति एतत् कारणं, पाचिकाभार्य इत्यत्रापि सामानादिकरणस्य विद्यमानत्वे कथञ्चित् वक्तव्यं भवति खलु, कर्मधारयः वा बहुव्रीहि वा इति अपि एकं कारणम् इति अस्ति. अस्तु तर्हि अग्रे सरेम वा? वदतु महोदय. अस्तु, अत्र प्रश्नः अस्ति, भगिनी उक्तवती प्रायः कर्मधारयः तत्पुरुषः एव उत्तरपद प्राधान्यात्, परन्तु यदा अहम् उक्तवान् पूर्वं, कर्मधारसमासे नवेषु अस्तु एवम् एवं करोतु महोदय, अग्रिमपरिच्छेदं भवान् एव पठतु। स्पष्टं भवति किञ्चित्, प्रायः उत्तरपदम्। अस्तु, कर्मधारे समासे कीदृशं पदं विशेषणं? एकनिमिष, तस्मात् पूर्वं प्रायः उत्तरपदप्रधानः तत्पुरुषः किमर्थम् उक्तम् इति चेत् पञ्चनवतिप्रतिशतं तथा कुत्रचित् एव उत्तरपदप्रधानः न। नरः व्याघ्रः इव नरव्याघ्रः इति पूर्वपदप्रधानः, किन्तु अधिगत्येन तत्पुरुषः उत्तरपदप्रधानः इति कृत्वा स्वभावेन उत्तरपदप्रधानः। न्याये यदुच्यते लक्षणशब्देन तथा न, किन्तु स्वभावेन उत्तरपदप्रधानः। अस्तु भगिनि, किमर्थं तत्पुरुषसमासः उत्तरपदप्रधानः इति प्रश्नः, तत्र उत्तरम् अस्ति, तत् प्रायः तद् लक्षणशब्देन तथा न, किन्तु स्वभावेन उत्तरपदप्रधानः इति वक्तुं शक्नुमः। यथा उदाहरणार्थं नरव्याघ्रः, तत्र तद् पूर्वपदप्रधानः, किन्तु अधिकेन तत्पुरुषः उत्तरपदप्रधानः इति कृत्वा स्वभावेन उत्तरपदप्रधानः इति वयं स्वीकुर्मः तत्पुरुषः। तद् समीचीनं भगिनि, किन्तु हा इति अपि उक्तं नरः व्याघ्रः इव इत्यत्र पूर्वपदप्राधान्यमेव। अस्तु, तर्हि भवतः प्रश्नः आसीत् कथं तर्हि तत्पुरुषः इति भवतः प्रश्नः खलु? न, मम प्रश्नः कर्मधारे समासः, कर्मधारे समासः भव उक्तवती प्रायः उत्तरपदप्रधानः, तदपि एतत् समाधानं दृष्ट्वा तदपि समीचीनमिति। सत्यं सत्यं, यतोहि कर्मधारयसमासः तत्पुरुषसमासस्य प्रकारः खलु, एकः प्रकारः, प्रभेदः। अस्तु, तत्पुरुषश्रेण्याम् अस्ति कर्मधारयः अपि सूत्रदृष्ट्या, व्याकरणदृष्ट्या। तर्हि यथा तत्पुरुषस्थले प्रायः उत्तरपदप्रधानः नवनवति किं पञ्चनवतिप्रतिशतं तथा इति यथा अङ्गीकुर्मः, तद्वदेव कर्मधारयस्थले अपि अङ्गीकर्तव्यं भवति साधयितुम्। अस्तु अस्तु भगिनि, अस्तु जयन्ती भगिनी किमपि वक्तुम् उद्युक्ता भवति? प्रायः इति पदेन अत्र प्रायः इति पदं स्थापितमस्ति इत्यनेन नरः व्याघ्रः इव इति तत्र तत्पुरुषे अनन्तरं कर्मधारे अन्तर्भवति इति यद्यपि पूर्वपदस्य प्राधान्यमस्ति। सत्यं भगिनि, भगिनि भवत्याः ध्वनिः त्रुटितः। इदानीं सम्यक् श्रूयते वा? आमां सम्यक् अस्ति इदानीं। तर्हि नरः व्याघ्रः इव इति यद्यपि पूर्वपदस्य विषये अस्ति तथापि अव्ययीभावसमासस्य नियमेषु न अन्तर्भवति, अन्यत्र कुत्रापि न अन्तर्भवति इति कृत्वा तत्पुरुषे स्थापितम् इति दृश्यते किल? सत्यं सत्यं, सामानादिकरण्यमस्ति, अपि च अपि च नरः व्याघ्रः इव इति किं सूत्रमिति न जानामि, परन्तु सूत्रं तत्पुरुषस्य अधिकारे स्यात्, तदर्थं तदर्थं निश्चेतुं शक्नुमः यद् अस्तु नरः व्याघ्रः इव इति अपि तत्पुरुषसमासः, प्रायः उत्तरपदप्राधान्यः तर्हि, अपि च सामानादिकरणः तत्पुरुषः इति सर्वं दृष्ट्वा कर्मधारयः अपि भवतु इति अस्ति। हा अपि च अत्र उक्तम् अन्तिमवाक्ये न्याये यद्युच्यते लक्षणशब्देन, तत्र लक्षणशब्दः इत्यस्मिन् लक्षणे तु अव्याप्ति अतिव्याप्ति असम्भवदोषाः न स्यात्, तदा एव लक्षणम् इति अङ्गीक्रियते खलु न्याये, तथा नास्ति इति अपि उक्तमत्र। पञ्चनवतिप्रतिशतस्थलेषु प्रायः उत्तरपदप्राधान्यं भवति चेत् अस्तु तत्पुरुषस्य उत्तरपदप्राधान्यत्वम् इति साधनीयं भवति इति वार्ता. अस्तु अग्रिम प्रतिशतं तम् अर्थं किं 95% इति तावदेव. अस्तु अजितमहोदय भवानेव अग्रिमपरिच्छेदमपि वाक्यद्वयं किञ्चित् पठतु. अस्तु कर्मधारे समासे कीदृशं पदं विशेषणयोग्यं कीदृशं पदं च विशेष्ययोग्यम्? उत्तरं विशेषणं विशेषेण बहुलम् इत्यस्मिन् वियोगः शिश् भेदार्थे योगः ल्युट् करणार्थे विशेषणं इति भविष्यति. अनन्तरं वियोगः शिश् योगः ण्यत् तव्यत् आनीयतुल्यः इति विशेष्य विशेषणीयार्थे इति भविष्यति. यत् विशेषणीयम् अस्ति तद्विशेष्यम् अनेन विशेषणम् इति भेदकम् अस्ति विशेष्यम् इति भेद्यम् अस्ति. तत्र प्रश्नः अस्ति कीदृशं पदं कर्मधारे समासे कीदृशं पदं विशेषणयोग्यं कीदृशं पदं विशेष्ययोग्यम्? उत्तरमस्ति विशेषणं यथा वयं पूर्वं दृष्टं विशेषणं विशेषेण बहुलम् अस्मिन् सूत्रे वियोगः शिश् भेदार्थे ल्युट् करणार्थे इति विशेषणम् तद् ल्युट् करणं योजयित्वा विशिष् भेद हा ल्युट् इति प्रत्ययः यत्र भावार्थे भवति यथा गमनं पतनं गम् इति क्रिया अस्ति तस्य भावरूपेण ल्युट् युज्यते चेत् तदा गमनम् इति भवति तद् विशेषणं हा करणं करणार्थे अपि भवति करणं यत्र अस्ति तदपि ल्युट् इत्यनेन तर्हि उदाहरणार्थं विशेषणम् इत्युक्ते यद् करणार्थे इत्युक्ते यद् करणं भवति अथवा किं माध्यमं भवति टूल् भवति इन्स्ट्रुमेण्ट् भवति किमर्थं भेदं कर्तुं शिश् इति धातुः शिशिलृ इति प्रायः शिश् इति धातुः भेदार्थे एव उपयुज्यते अस्तु भेदं कर्तुमेव उपयुज्यते वि उपसर्गपूर्वकः तर्हि शिश् इत्यस्मात् ल्युट् इति प्रत्ययः यदा भवति तत्र करणार्थे भवति इति यदा सुन्दरः बालकः इत्यस्मिन् प्रसङ्गे तत् सुन्दरपदं एकं बालकं अपरस्मात् बालकसमूहात् भेदं सूचयति. हा हा बहु समीचीनं महोदय भेदं करोति नाम तदर्थं करणार्थे ल्युड् अस्ति भेदं करोति अथवा विशिष्यते बालकं विशिष्यते इति कृत्वा विशेषणम् अस्ति सुन्दरः इति तत्र तदेव कारणात् सुन्दरः इति विशेषणपदम् इति स्वीकुर्मः. अनन्तरं वियोगः शिश् योगान्यत् तत्र तव्यत् आनीय प्रत्ययः योजयित्वा न अत्र ण्यत् इति प्रत्ययः ण्यत् इति कीदृशप्रत्ययः इति आवरणे दत्तमस्ति कीदृशः तव्यत् प्रत्ययः खलु ण्यत् इति प्रत्ययः कीदृशः इत्युक्ते तव्यतनीयर् प्रत्ययं जानाति खलु इत्युक्ते कर्तव्यं गन्तव्यम् इति विध्यर्थे अस्ति तव्यत् अनियर् अपि गमनीयं करणीयं तस्मिन्नेव तादृश अर्थे ण्यत् इति युज्यते तत्र विशेष्य इत्युक्ते वियोगः शिश् योगः ण्यत् ण्यत् इत्युक्ते ण्यत् तव्यत् आनीयर् तुल्य प्रत्ययः तदेव कारणात् विशेषणी अर्थे उपयोगं कर्तुं विशेष यद् विशेषणीयम् अस्ति तद् विशेष्यम् इति भवति हा नाम एवं चिन्तयितुं शक्नुमः विशेषणम् इस् द डूअर् करोति किमपि किं करोति विशेषणं स्थापयति भेदं स्थापयति तदर्थं विशेषणम् इस् द डूअर् एण्ड् विशेष्यम् इस् द डन् इति विशेषणं किं यत्किमपि करोति तस्य फलं भवति विशेष्यस्य उपरि अत्र तु भेदस्थापनम् इति अतः यत् विशेषणीयमस्ति तद्विशेषम् अग्रिम अन्तिमवाक्यम् अन्तिमवाक्यम् अनेन विशेषणम् इति भेदकम् अस्ति विशेष्यम् इति भेद्यम् अस्ति यदा पूर्वम् उक्तम् सत्यम् इति अस्ति अस्तु अग्रे लक्ष्मी भगिनी आं भगिनि अधुना कीदृशं पदं विशेषणं भवितुं योग्यं कीदृशं च पदं विशेष्यं भवितुं योग्यम् इति द्रष्टव्यं द्वयोः पदयोः मध्ये एतदेव विशेषणम् एतदेव विशेष्यम् इत्यस्य निर्धारणार्थं कतिचन नियमाः सन्ति शब्दाः चतुर्विधाः जातिप्रवृत्तिनिमित्तकशब्दाः गुणप्रवृत्तिनिमित्तकशब्दाः क्रियाप्रवृत्तिनिमित्तकशब्दाः संज्ञाप्रवृत्तिनिमित्तकशब्दाः च संक्षेपे जातिशब्दाः गुणशब्दाः क्रियाशब्दाः संज्ञाशब्दाः इति वक्तुं शक्यते जातिः प्रवृत्तेः निमित्तं यस्य जातिप्रवृत्तिनिमित्तकः इत्यर्थः यथा वृक्षशब्दस्य प्रवृत्तेः नामप्रयोगस्य निमित्तमस्ति वृक्षत्वजातिः अतः वृक्षशब्दः जातिप्रवृत्तिनिमित्तकः तर्हि शब्दाः चतुर्विधाः जातिशब्दाः यथा वृक्षः उत्पलं च गुणशब्दाः यथा स्थूलः उन्नतः शीतः च क्रियाशब्दः यथा पाचकः पाठकः नर्तकः च संज्ञाशब्दः यथा अयोध्या काशी देवदत्तः च वृक्षशब्दस्य निमित्तं वृक्षत्वजातिः स्थूलशब्दस्य निमित्तं स्थौल्यगुणः पाचकशब्दस्य निमित्तं पाकक्रिया अयोध्याशब्दस्य निमित्तम् अयोध्यात्वसंज्ञा अयोध्यापि संज्ञा अयोध्यात्वमपि संज्ञा आहत्य जातिशब्दाः गुणशब्दाः क्रियाशब्दाः संज्ञाशब्दाः च अस्तु इदानीं विशेषणम् इत्युक्ते किं विशेष्य इति इत्युक्ते किम् इति अस्मिन् परिच्छेदे अस्मिन् परिच्छेदे विवरणमस्ति इत्युक्ते विशेषणपदं कीदृशपदानि विशेषणं भवितुमर्हन्ति कीदृशपदानि विशेष्यम् इति वक्तुं शक्यन्ते इति विवरणम् अस्तु द्वयोः पदयोः मध्ये एतदेव विशेषणम् एतदेव विशेषम् इत्यस्य निर्धारणार्थं कतिचन नियमाः सन्ति अस्तु सो केचन नियमाः सन्ति येन येन उपयोगेन कः विशेषणं कः विशेषणं भवति किं पदं विशेषं भवति किं विशेष्यं भवति इति इति वर्णनार्थं शब्दाः चतुर्विधाः चतुर्विधाः शब्दाः सन्ति इत्युक्ते शब्दाः चतुर्विधाः जातिप्रवृत्तिनिमित्तकशब्दाः ये शब्दाः जातिविषयं सूचय जातिविषयं सूचयन्ति ते जातिप्रवृत्तिनिमित्तकशब्दाः तादृश एव गुणप्रवृत्तिनिमित्तकशब्दाः ये शब्दाः गुणानि सूचयन्ति यानि पदानि क्रिया सूचयन्ति ते क्रियाप्रवृत्तिनिमित्तकशब्दः अपि च यानि पदानि संज्ञा सूचयन्ति ते संज्ञाप्रवृत्तिनिमित्तकशब्दाः संक्षेपेण जातिशब्दाः गुणशब्दाः क्रियाशब्दाः संज्ञाशब्दाः इति वक्तुं शक्यते. जातिप्रवृत्तिनिमित्तकशब्दः इति समस्तपदं तस्य विग्रहवाक्यमस्ति जातिः प्रवृत्तेः निमित्तं यस्य इति जातिप्रवृत्तिनिमित्तकशब्दः इत्युक्ते येन शब्देन जाति हा इति तु सत्यं जातिवाचकः इति सत्यं किन्तु प्रवृत्तिः इत्युक्ते किं प्रवृत्तिः इत्युक्ते अस्ति प्रयोगः प्रयोगः प्रवृत्तिः इत्युक्ते प्रयोगः अस्तु नाम अत्र प्रायः अत्र प्रवृत्तेः इत्यस्य स्थाने प्रयोग इति स्थापयित्वा विग्रहवाक्यं पठतु इतोपि स्पष्टं भवति जातिः प्रयोगः निमित्तं यस्य सः येन शब्देन निमित्तम् इत्युक्ते जाति इति वक्तुं शक्यते इत्युक्ते उदाहरणं वृक्षः इति जाति वृक्षः इति जाति जाति वृक्षः इति जाति प्रयोगार्थं हा हा इदानीं जातिः प्रयोगस्य निमित्तं यस्य इति अस्ति खलु जातिः कश्चन काचित् जातिः अस्य पदस्य प्रयोगार्थं निमित्तम् अस्ति अथवा हेतुः अस्ति तादृशशब्दः अस्ति जातिप्रवृत्तिनिमित्तकः इति अग्रे पठतु अग्रिम उदाहरणं पठति चेत् स्पष्टं भवति यथा वृक्षशब्दस्य प्रवृत्तेः नाम प्रयोगस्य निमित्तम् अस्ति वृक्षत्वजातिः अस्तु वृक्षः इति शब्दप्रयोगेण वृक्षत्वम् इति जातेः सूचना प्राप्यते न सूचना वृक्षत्वजातेः सूचना प्राप्यते परन्तु वृक्षशब्दस्य अस्माकं शब्दकोशे अथवा वोकेब्युलरी मध्ये विद्यमानत्वं किमर्थमस्ति यतोहि वृक्षत्वजातिः इति एकम् अस्ति एका जातिः अस्ति तस्य सूचनार्थं वृक्षशब्दः शब्दकोशे अस्ति खलु तस्य उपयोगं किं प्रवृत्तेः निमित्तं किं प्रयोगस्य निमित्तम् अथवा कारणं किम् इति पृष्टे वृक्षत्वजातिः इति अस्ति तदर्थं तस्य जातेः सूचनार्थं वृक्षशब्दः अपेक्षितः इति भवति अस्तु अस्तु अस्तु वृक्ष अस्तु अहं तत् पुनः वक्तुं वृक्षशब्दः वृक्षशब्देन वृक्षः इति वृक्षत्वम् इति जातेः सूचनार्थं वृक्षशब्दस्य प्रयोगं भवति अतः तादृशशब्दाः जातिनिमित्तकशब्दाः जातिप्रवृत्तिनिमित्तकशब्दाः इति उच्यन्ते हा पूर्वमपि स्मृतं वा कालः दिग् इत्येषां विषये यदा वयं कृतवन्तः तत्र किं पृथक् व्यवहारसाधनार्थं कारणं पृथक्त्वम् इति पृथक्त्वम् इत्यनेन शब्दव्यवहारः जायते शब्दप्रयोगः तदर्थं तेन शब्दप्रयोगेन कारणं ज्ञानम् उत्पद्यते आमाम् तादृशमस्ति. वृक्षत्वजातिः अस्ति निमित्तम् अथवा कारणं वृक्षशब्दस्य प्रयोगार्थम् इति. अस्तु. तर्हि शब्दाः चतुर्विधाः जातिशब्दः, यथा वृक्षः, उत्पलं च. उत्पलम् इत्युक्ते कमलम्. ओ, कमलम्. अस्तु. यथा वृक्षः, उत्पलं च. कमलशब्देन कमलस्य कमलपुष्पस्य जातेः सूचना भवति इति कमलम् इति जातिशब्दः. गुणशब्दाः यथा स्थूलः, उन्नतः, शीतः च. गुणशब्दाः इत्युक्ते येन शब्देन गुणस्य सूचना भवति. गुणः इत्युक्ते स्थूलः, उन्नतः, शीतः इति. नाम गुणः गुणः निमित्तम् अस्ति गुणशब्दस्य प्रयोगार्थम् इति. क्रियाशब्दः इत्युक्ते किमपि क्रिया सूचयति. अत्र उदाहरणे पाचकः, पाठकः इति अस्ति. पाचकः इत्युक्ते यः पचनं करोति, पाठकः यः पठनं करोति, नर्तकः यः नर्तनं करोति. किमपि क्रियानिमित्तं अस्य शब्दस्य क्रियानिमित्तं शब्दस्य सूचन क्रिया क्रिया क्रिया सूचयति क्रिया. भवती यद्वदति तदपि सत्यं. क्रियां सूचयति इति क्रियावाचकः इति सत्यं. परन्तु किञ्चित् विपरीतदिशि उक्तमस्ति. एका क्रिया अस्ति, सा क्रिया सूचनीया भवति, अतः एषः शब्दप्रयोगः अस्ति इति कृत्वा क्रियाकारणम् अभवत् अथवा निमित्तम् अभवत् क्रियाकारणम् अभवत् क्रियाकारणम् अभवत् अपि च केन क्रिया कृतम् इति तदपि अत्र उदाहरणं तादृश उदाहरणानि सन्ति. प्रायः अन्य उदाहरणम् अपि सन्ति, अहं न जानामि. हा, सत्यं सत्यं. पाठकः, लेखकः तथा क्रियाशब्दाः अथवा क्रियाप्रवृत्तिनिमित्तकशब्दाः इति. संज्ञाशब्दः यथा अयोध्या, काशी, देवदत्तः च. संज्ञा इति पदं किमपi नाम अत्र लक्षणमपि भवितुमर्हति किल संज्ञाशब्देन. अयोध्या, काशी, देवदत्तः. अयोध्या, काशी इति नगराणां नामाः. किन्तु देवदत्तः अपि कस्य नामः, ऐ मीन् नामकरणं तावदेव. कस्यचित् नाम, कस्यचित् नामः. आम्. वृक्षशब्दस्य निमित्तं वृक्षत्वजातिः जातिः. स्थूलशब्दस्य निमित्तं स्थौल्यगुणः. वृक्षशब्देन वृक्षत्वजाति इति कारणं भवति. वृक्षत्वजाति वृक्षशब्दस्य निमित्तं भवति अथवा कारणं भवति. गुणः, औन्नत्यं, स्थौल्यम् इति तत्सर्वं स्थूलः, उन्नतः इति शब्दानां निमित्तं वा कारणं वा भवति. अनन्तरं पाचकशब्दस्य निमित्तं पाकक्रिया, पठनक्रिया, पाकक्रिया इत्यादि पाचक पाठकः तादृशशब्दानां कारणं भवति तत्र. इत्युक्ते क्रिया एव तत्र कारणं भवति. अनन्तरं नामानि, अत्र अनन्तरं नामानि, अयोध्या इति संज्ञा, काशीनगरम् इति संज्ञा, कस्यचित् नामः देवदत्तः इति, तत्सर्वं संज्ञाशब्दस्य निमित्तं भवति वा कारणं भवति. अयोध्या अपि संज्ञा, अयोध्यात्वम् अपि संज्ञा. आहत्य जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः च. इति शब्दः चतुर्विधाः जाति शब्दः चतुर्विधाः जातिशब्दः गुणशब्दः क्रियाशब्दः संज्ञाशब्दः इति अस्मिन् परिच्छेदस्य संक्षेपरूपेण सत्यं एषु कः विशेषणं भवति कः विशेष्यं भवति इति अग्रे अस्ति चतुर्विधाः शब्दाः सन्ति एषु कः विशेषणं कः विशेष्यं किम् इति पश्येम अस्तु अग्रे पुष्पा भगिनि द्वयोः पदयोर्मध्ये एकः जातिवाचकः अन्य गुणवाचकः वा क्रियावाचकः वा संज्ञावाचकः वा इति चेत् जातिवाचक जातिशब्दस्य एव विशेष्यवाचकत्वं भवति गुणशब्दस्य क्रियाशब्दस्य संज्ञाशब्दस्य च विशेषणवाचकत्वं भवति यथा उन्नतवृक्षः पाटकपुरुषः अयोध्यानगरी इति अत्र जातिवाचकः जातनिमित्तकशब्दः विशेष्यवाचकः विशेष्यवाचकत्वं भवति गुणशब्दः क्रियाशब्दः संज्ञाशब्दः च विशेषणवाचकत्वं भवति जातिशब्दः विशेषवाचकः विशेषवाचकत्वमस्ति जातिशब्दस्य विशेषणवाचकत्वमस्ति गुणवाचक क्रियावाचक संज्ञावाचक विशेषणवाचक उदाहरणानि कानि भगिनि उन्नतवृक्षः अस्तु अस्तु अस्तु एकनिमिषः तत्र उन्नतः वृक्षः तत्र उन्नतः कीदृशपदम् उन्नतः गुणशब्दः समीचीनं गुणवाचकः अतः विशेषणं वृक्षः वृक्षः जातिशब्दः जातिवाचकः तद्वत् पाटकपुरुषः इत्यस्मिन् क्षम्यतां पाटकपुरुषः इत्यस्मिन् पदे पाटकपुरुषः पाटकः क्रियाशब्दः पुरुषः जातिशब्दः जातिवाचकशब्दः अयोध्यानगरी तु अयोध्या तु संज्ञाशब्दः नगरी तु जातिशब्दः जातिशब्दः तर्हि एषु उदाहरणेषु यत्किमपि जातिप्रवृत्तिनिमित्तकशब्दः अथवा पदमस्ति तत्तु विशेषणं क्षम्यतां विशेष्यम् अस्ति अपरे शब्दाः सर्वे विशेषणत्वेन अत्र युज्यन्ते अस्तु अग्रिमबिन्दुमपि पठतु पदद्वयमपि गुणवाचकम् इति चेत् किं विशेषणं किं विशेष्यम् इत्यस्मिन् कोऽपि नियमः नास्ति स्थूलः उन्नतः स्थूलोन्नतः उन्नतः स्थूलः उन्नतस्थूलः अत्र स्थूलाः मनुष्याः सन्ति तत्र तत्र स्थूलः कीदृशपदम् स्थूलः गुणवाचकशब्दः उन्नतः अपि गुणवाचकशब्दः तर्हि अत्र विशेषणं किं विशेष्यं किम् तत्र उभावपि बोत् विशेषणं करोति विशेषणं वा भवति अथवा विशेषं भवति यत्र उभे अपि पदे यत्र गुणवाचकपदे स्तः तत्र कोऽपि नियमः नास्ति यः कोऽपि विशेषः भवतु अथवा यः कोऽपि विशेषणं भवतु इति नियमः नास्ति स्थूलोन्नतः इति अपि वक्तुं शक्यते उन्नतस्थूलः उन्नतस्थूलः इत्यत्र उन्नतः विशेषणं स्थूलः विशेष्यं स्थूलोन्नतः इत्यत्र स्थूलः इति विशेषणम् उन्नतः विशेष्यम् इति अस्ति अस्तु अग्रिमबिन्दु पठतु प पदद्वयमपि क्रियावाचकम् इति चेत् अपि कोऽपि नियमः नास्ति. पाठकः नर्तकः, पाठकनर्तकः, नर्तकः पाठकः, नर्तकपाठकः. अत्रापि क्रियाशब्दान् सूचयति. तथैव द्वे अपि विशेषणं विशेष्यं कोऽपि विशेष्यम् अस्ति विशेषणं तद्वये पदद्वये कोऽपि विशेष्यं कोऽपि विशेषणम् अर्हति. हा हा, समीचीनम् इति वार्ता अस्ति. सम्यक् भगिनी, अत्र पदद्वयं गुणवाचकं वा पदद्वयं क्रियावाचकं चेत् उभयपदं विशेषणं वा विशेषं भवितुम् अर्हति इति, परन्तु अर्थः तु भिन्नं खलु. स्थूलोन्नतः चेत् उन्नतेषु पुरुषेषु एकः स्थूलः अस्ति इति सत्यं सत्यम्. अन्यत् भिन्न भिन्न अर्थः खलु अन्यः. हा, बहु समीचीनं भगिनि. तथा अस्ति. यः यत्किमपि विशेषणं भवति तद्विशेषणम् एकस्मात् समूहात् स्थूलोन्नतः इत्यत्र अत्र स्थूलेषु पुरुषेषु एकः उन्नतः इति न चिन्तयतु. सः उन्नतः विशेषणं स्थूलः. एकनिमिषः, स्थूलोन्नतः इत्यत्र विशेषणं किम्? विशेषणं तु स्थूलः. उन्नतः स्थूलः इत्यस्मिन् वाक्ये तु अस्मिन् पदे तु उन्नतः विशेषणं स्थूलः विशेष्यम् इति. तर्हि अस्मिन् पदे स्थूलेषु एकः उन्नतः, अपरस्मिन् पदे उन्नतेषु एकः स्थूलः इति. हा, तद्वदेव. पाठक नर्तकः इत्यस्मिन् पाठकनर्तक नर्तकेषु एकः पाठकः, अतः पाठक विशेषणम् अस्ति. नर्तकपाठके सर्वेषु पाठकेषु एकः नर्तकः इति. हा, सम्यक् समीचीनमस्ति. अतः गुणवाचकपदद्वयमस्ति क्रियावाचकपदद्वयमस्ति चेत् यत्किमपि भवितुम् अर्हति विशेषणं सङ्गनिघ्नः खलु. सम्यक् समीचीनम् इति अस्ति. अग्रे सावित्री भगिनी अस्ति वा, नो चेत् वर्धिनी भगिनी अस्ति? आं भगिनि, द्वयोः मध्ये एकः गुणशब्दः अन्यः क्रियाशब्दः इति चेदपि कोऽपि नियमो नास्ति. स्थूलः पाचकः स्थूलपाचकः, पाचकः स्थूलः पाचकस्थूलः. द्वयोः पदयोः मध्ये एकः गुणशब्दः अन्यः क्रियाशब्दः इति चेदपि कोऽपि नियमः नास्ति. वर्णनं स्थूलः पाचकः इत्यस्मिन् गुणशब्दः कः? स्थूलः. स्थूलः क्रियाशब्दः पाचकः. पाचकः, अतः स्थूलपाचकः. तत्र स्थूलः इति विशेषणं, पाचकः इति विशेष्यम्. अपरस्मिन् उदाहरणे पाचकः स्थूलः. पाचकः नियमः नास्ति. नियमः नास्ति, परन्तु प्रसङ्ग यथा भगिनी जयन्ती भगिनी सूचितवती, प्रसङ्गं दृष्ट्वा वक्तुं शक्नुमः. पाचकस्थूलः इत्यत्र पाचकः विशेषणत्वेन स्वीक्रियते चेत् स्थूलः विशेष्यं खलु इति अस्ति. सूक्ष्मभेदः तु अस्ति एव. पाचकेषु एकः स्थूलः इति स्थूलपाचकः, स्थूलेषु एकः पाचकः इति पाचकस्थूलः. अस्तु, अग्रे. एकः संज्ञाशब्दः एकः जातशब्दः इति चेत् संज्ञाशब्दः नित्यं विशेषणं, जातिशब्दः नित्यं विशेष्यं च. कैलासः इति अद्रिः पर्वतः कैलासाद्रिः संज्ञाशब्दः जातिशब्दः द्वयोः संज्ञाशब्दः नित्यं विशेष्यं विशेषणं जातिशब्दः नित्यं विशेष्यम् अस्तु तत्तु उक्तमेव अस्तु अग्रे कैलासः इति अद्रिः पर्वतः कैलासाद्रिः आमां भगिनि तत्तु प्रथमबिन्दौ एव उक्तम् इति प्रायः निष्कासितम् अत्र अस्तु अग्रे अग्रिमं पठतु विशेषजाति सामान्यजातिशब्दयोः समासे विशेषजातिशब्दः नित्यं विशेषणं सामान्यजातिशब्दः नित्यं विशेषं च आम्रः इति वृक्षः आम्रवृक्षः तर्हि आम्रः कीदृशपदम् आम्रः विशेषण विशेषजातिशब्दः आम्रः वृक्षः इति वृक्षः इति विशेषणं हा सामान्यजातिशब्दः अतः विशेषणमस्ति आम्रवृक्षः अस्तु अग्रे अग्रिमवाक्यं पठतु अत्र च उन्नतवृक्षः विशेषणपूर्वकपूर्वकर्मधारयः स्थूलोन्नतः नर्तकपाठकः स्थूलपाचकः च विशेषणोभयपदकर्मधारयः कैलासाद्रिः आम्रवृक्षः च सम्भावनापूर्वपदकर्मधारयः इति उन्नतवृक्षः विशेषणपूर्वपदकर्मधारय स्थूलोन्नतः नर्तकपाठकः स्थूलपाठकः च विशेषण उभयपदकर्मधारयः द्वयोः पदयोः विशेषणं भवति सत्यं कैलासाद्रिः आम्रवृक्षः च सम्भावनापूर्वपदकर्मधारयः सम्भावना इत्युक्ते तत्र नाम्ना उद्दिश्यते कैलासः इति नाम अस्ति संज्ञा आम्रः इति अपि नाम अस्ति वृक्षस्य सम्भावनापूर्वपदेताश्रयः अस्तु अस्तु एतावदेव अत्र पर्यन्तं प्राप्तवन्तः तर्हि कोऽपि प्रश्नः वा नो चेत् अस्तु नो चेत् विरमामः शुभरात्रिः शुभरात्रिः भगिनी धन्यवादः नमस्कारः